उत्कटम् नानाख्यानकेसरम् हरिकथा सम्बोधनाबोधितम् नानाख्यानककेसरम् हरिकथा सम्बोधनाबोधितम् लोके सज्जन षट्पदैरहरः पेपीयमानम् मुदा लोके षड्जन षट्पद पदैरहरः पेपीयमानम् मुदा भूयाद्भारत पङ्कजम् कलिमल प्रध्वंसिनः श्रेयसे भूयाद्भारत पङ्कजम् कलिमल प्रध्वंसिनः श्रेयसे मूकम् करोति वाचालम् पङ्गुम् लङ्घयते गिरिम् मूकम् करोति वाचालम् पङ्गुम् लङ्घयते गिरिम् यत्कृपातमहम् वन्दे परमानन्दमाधवम् यत्कृपातमहम् वन्दे परमानन्दमाधवम् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् लक्ष्मीकान्तम् कमलनयनम् योगिहृद्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनादम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् यम् ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः यम् ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः वेदैस्ताङ्गपदक्रमोपनिषदैः गायन्ति यम् सामगाः वेदैस्ताङ्गपदक्रमोपनिषदैः गायन्ति यम् सामगाः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यम् योगिनो ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यम् योगिनो यस्यान्तम् न विदुः सुरासुरगणा देवाय तस्मै नमः यस्यान्तम् न विदुः सुरासुरगणा देवाय तस्मै नमः अथ गीतामाहात्म्यम् गीताशास्त्रमिदम् पुण्यम् यः पठेत् प्रयतः पुमान् अथ गीतामाहात्म्यम् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णोः पदमवाप्नोति भयशोकविवर्जितः विष्णोः पदमवाप्नोति भयशोकविवर्जितः गीताध्ययनशीलस्य प्राणायामपरस्य च गीताध्ययनशीलस्य प्राणायामपरस्य च न नैव सन्ति हि पापानि पूर्वजन्मकृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सुकृद्गीताम्भसि स्नानं संसारमलनाशनम् सकृद्गीताम्भसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता भारतामृत सर्वस्वं विष्णो वक्त्राद्विनिःसृतम् भारतामृत सर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्सुधीर्भोक्ता दुग्धं गीतामृतं महत् पार्थो वत्सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्र गीतमेको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामान्यानि कर्माप्येकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॐ श्री परमात्मने नमः ॐ श्री परमात्मने नमः श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता अथ सप्तमोऽध्यायः अथ सप्तमोऽध्यायः श्रीभगवानुवाच श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः मयासक्तं मना पार्थ योगं युञ्जनात् आश्रय असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु असंशयं समग्रं मा यथा ज्ञास्यसि तच्छृणु ज्ञानं तेहं सविज्ञानम् इदं वक्ष्याम्यशेषतः ज्ञानं तेहं सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ज्ञात्वा नेह भूयोऽन्यज् ज्ञातव्यमवशिष्यते यज्ज्ञात्वा नेहं भूयोऽन्य ज्ञातव्यमवशिष्यते मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये मनुष्याणां सहस्रेषु कश्चित् यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेति तत्त्वतः यततामपि सिद्धानां कश्चित् मां वेत्ति तत्त्वतः। भूमिरापो नलो वायुः खं मनो बुद्धिरेव च। भूमिरापो नलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा। अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। अपरायम् इतः तु अन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्। जीवभूतां महाबाहो ययेदं धार्यते जगत्। एतद्योनीनि भूतानि सर्वाणीत्युपधारय। एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा। अहं कृत्स्नस्य जगतः प्रभव प्रलयस्तथा। मत्तः परतरन्नान्यत् किञ्चिदस्ति धनञ्जय। मत्तपरतरं न अन्यत् किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणायिव। मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव। रसोऽहमप्सु कौन्तेय प्रभास्मि शशि सूर्ययोः। रसोऽहमप्सु कौन्तेय प्रभास्मि शशि सूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं ऋषु। प्रणवः सर्ववेदेषु शब्दखे पौरुषं नृषु। पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। पुण्यगन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु। बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्। बीजं मा सर्वभूतानां विद्धि पार्थ सनातनम्। बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्। बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्। बलं बलवताञ्चाहं कामरागविवर्जितम्। बलं बलवतां चाहं कामरागविवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ। ये चैव सात्विका भावा राजसास्तामसाश्च ये ये चैव सात्विका भावा राजस्तास्तामश्चाश्च ये मत्तये वेति तान् विद्धि न त्वहन्तेषु ते मयि मत्त एवेति तान् विद्धि न त्वं तेषु ते मयि त्रिभिर्गुणमयैर्भावैः येभिः सर्वमिदं जगत् त्रिभिर्गुणमयैर्भावै एभिः सर्वम् इदं जगत् मोहितं नाभिजानाति मामेभ्यः परमव्ययम् मोहितं नाभिजानाति मामेभ्यः परमव्ययम् दैवी ह्येषा गुणमयी मम माया दुरत्यया दैवी हेषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः माययापहृतज्ञाना आसुरं भावमाश्रिताः मायायापहृतज्ञाना आसुरं भावमाश्रिताः चतुर्विधा भजन्ते माम् चतुर्विधा भजन्ते माम् जना सुकृतिनोऽर्जुन जना सुकृतिजो अर्जुन आर्थो जिज्ञासुरर्थार्थी ज्ञानी च भरदर्शभ आर्थो जिज्ञासुरार्थी ज्ञानी च भरदर्शभ तेषां ज्ञानी नित्ययुक्तः तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थम् अहं स च मम प्रियः प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः उदारा सर्व एवैते ज्ञानी त्वात्मैव मे मतम् उदारा सर्व एवैते ज्ञानी एवात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् आस्थितः स हि युक्तात्मा मावेव अनुत्तमां गतिम् बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति समहात्मा सुदुर्लभः वासुदेवः सर्वमिति समहात्मा सुदुर्लभः कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः आमैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्ते देवताः तं तं नियममास्थाय प्रकृत्या नियता स्वया तं तं नियममास्थाय प्रकृत्या नियता स्वया यो यो यां यां तनुं भक्तः श्रद्धयाच्छिदुमिच्छति यो यो यां यां तनुं भक्तः श्रद्धयाच्छिदुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् सतया श्रद्धया युक्तः तस्याराधनमीहते सतया श्रद्धया युक्तस्तस्या तस्याराधनमीहते लभते चतः कामान् मयैव विहितान् हितान् लभते च ततः कामान् मयैव विहितान् हितान् अन्तवत्तुः फलं तेषां तद्भवत्यल्पमेधसाम् अन्तवत्तु फलं तेषां तद्भवतु यल्पमेधसाम् देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि देवान् देवमज्ञो यान्ति भक्ता यान्ति मामपि अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम बुद्धयः अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम बुद्धयः परं भावमजानन्तः ममाव्ययमनुत्तमम् परं भावमजानन्तो ममाव्ययमनुत्तमम् नाहं प्रकाशः सर्वस्य योगमायासमावृतः नाहं प्रकाशः सर्वस्य योगमायासमावृतः मूढोऽयं नाभिजानाति लोको मामजमव्ययम् मूढोऽयं नाभिजानाति लोको मामजनमव्ययम् वेदाकं समतीतानि वर्तमानानि चार्जुन वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेदन कश्चन भविष्याणि च भूतानि मां तु वेदन कश्चन इच्छा द्वेष समुत्थेन द्वन्द्वमोहेन भारत इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां। ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः। ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः। जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद्वितु कृत्स्नम् अध्यात्मं कर्म चाखिलम्। ते ब्रह्म तदिद्धु कृत्स्नम् तद्यात्मं कर्म चाखिलम्। साधिभूतादिदैवं मां साधियज्ञं च ये विदुः। साधिभूतादिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः। ॐ तत्सदिति। ॐ तत्सदि इति श्रीमद्भगवद्गीतासु। श्रीमद्भगवद्गीतासु उपनिषत्सु। उपनिषत्सु ब्रह्मविद्यायां। ब्रह्मविज्ञायां। योगशास्त्रे। योगशास्त्रे श्रीकृष्णार्जुनसंवादे। श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम। ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः। सप्तमोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु। हरिः ओम्। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। ॐ श्रीकृष्णाय परमात्मने नमः। श्रीगुरुभ्यो नमः। श्रीहरये नमः। श्रीहरये नमः। श्रीहरये नमः। वदतु महोदय। भवान् वदतु कृपया एकाक्षरं। अस्तु। यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते। कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः। कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि। ॐ तत्सत्।